अस्तु, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति प्रसङ्गः. तत्र भेदः एव पृथक्त्वम् इति नूतननैयायिकानां मतमस्ति. अस्य आक्षेपस्य निरासम् अथवा निवारणं कुर्वन्तः प्राचीननैयायिकाः अथवा सिद्धान्तिनः पूर्वपक्षिणः आपादनद्वयम् अत्र उत्थापयन्ति. आपादनद्वयं किम् इति चेत्, तत्र प्रथमम् आपादनम् आसीत् मूर्तोत्पत्ति द्वितीयक्षणे जायमानं पृथक्त्वं नियतावधिकम् इत्यतः पत्वेन न अङ्गीक्रियते इति पूर्वपक्षिणां प्रथमम् आपादनम्. नियतावधिकपदार्थः अन्यः कः अस्ति, कोऽपि वदति वा? भेदः. हा, तर्हि भेदः नियतावधिकपदार्थः अस्ति. गुणस्य श्रेण्यां ये ये पदार्थाः सन्ति एतावत्पर्यन्तं, संयोगविभागः, रूपरसगन्ध इत्यादयः, ते तु नियतावधिकाः न सन्ति. भेदः नियतावधिकः इति एव अस्ति अधुना. तर्हि पृथक्त्वं पुनः गुणत्वेन न अङ्गीक्रियते अस्माभिः इति प्रथमम् आपादनमस्ति पूर्वपक्षिणां. द्वितीयम् आपादनमस्ति, अस्तु, पृथक्त्वं नियतावधिकं गुणः अपि च गुणः इति स्वीकुर्मः. नियतावधिकः अस्ति चेत् तस्य अवधिः कुत्र कुत्र अस्ति इति न उक्तम्. अतः यथा घटभूतलयोः मध्ये पृथक्त्वं भवति, भूतलावधिकपृथक्त्वं घटे अस्ति इति वदामः, तथा कपालावधिकपृथक्त्वमपि घटे अस्ति इति वदामः इति तेषां द्वितीयम् आपादनम्. द्वितीय आपादनेन कः दोषः आयाति अपि च तस्य दोषस्य निवारणाय कस्य उदाहरणं ददति ते इति सर्वम् अद्यतनः विषयः भवति. तस्मात् प्राक् अत्र एकः लघुः बिन्दुः स्पष्टीकरणीयः अस्ति. पूर्वपक्षिणः द्वितीयम् आपादनम् इत्यस्मात् पूर्वं यः परिच्छेदः अस्ति अत्र च पुनः किञ्चित् वक्तव्यम् इत्यस्मात् आरभ्य पठेमद्य. तर्हि सावित्री भगिनी पठति वा? आं भगिनि, अत्र च पुनः किञ्चित् वक्तव्यम्. पूर्वम् उक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति. तत्र प्रश्नः उदेति, पृथक्त्वं गुणो नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्तिद्वितीयक्षणे जायमानं किल? तर्हि पूर्वपक्षिणा किमर्थं तावत् वक्तव्यम् आसीत् द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः इति? पृथक्त्वं गुणः अस्ति, पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल? किन्तु स्मर्यताम्, इदं पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता. भेदस्तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यश्च. भेदः अन्योन्याभावः न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु अपि पदार्थेषु. गुणः केवलं द्रव्ये भवति, तत्र च केवलं द्रव्योत्पत्तिद्वितीयक्षणे जायते. पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं न केवलं द्रव्येषु अपि तु गुणे, कर्मणि, सामान्ये, विशेषे, समवाये, अभावे च. अपि च तादृशं यत् भेदरूपी पृथक्त्वं द्रव्ये, तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न, यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्याभावस्य कारणं न. अन्योन्याभावः नित्यम्, अतः तस्य कारणं तु न भवति एव. नित्यत्वाच्च तस्य आरम्भो न भवति. अतः आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वम्. भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं नास्ति. इदं सर्वं प्रथमापादने अन्तर्भूतम्. अत्र प्रश्नः उदेति किमर्थं नवीननैयायिकानाम् अथवा पूर्वपक्षिणः वदन्ति मूर्तोत्पत्ति द्वितीयक्षणे जायमानः इति. तस्य उत्तररूपेण अत्र किञ्चित् विवरणं दत्तम् अस्ति. पुनः पङ्क्तिशः पठामि भगिनि. अस्तु भगिनि, अवश्यं. पूर्वम् उक्तं गुणस्य स्वभावः तथा द्रव्ये विद्यमानः. तत्वदं वयं जानीमः एव गुणस्य स्वभावः अस्ति तत् द्रव्ये, द्रव्यम् एव अधिकरणं भवति गुणस्य. अपि तु प्रथमक्षणे मूर्तोत्पत्ति द्वितीयक्षणे जायमानम् अस्ति. किमर्थं चेत् प्रथमक्षणे तु निर्गुणं तिष्ठति मूर्तद्रव्यम् इति. तत्र प्रश्न उदेति पृथक्त्वं गुणः नास्ति चेदपि द्रव्ये विद्यमानं मूर्तोत्पत्ति द्वितीयक्षणे जायमानं किल. पूर्वपक्षिणः न अङ्गीकुर्वन्ति पृथक्त्वं गुणः, परन्तु द्रव्ये विद्यमानं मूर्तोत्पत्ति द्वितीयक्षणे जायमानम् इति तु वयं जानीमः. पृथक्त्वं तु द्रव्ये विद्यमानम् अस्ति अपि च मूर्तोत्पत्ति द्वितीयक्षणे जायमानम् अस्ति वयं जानीमः, परन्तु पूर्वपक्षिणा तत् न अङ्गीकुर्वन्ति. तदर्थं पुनः उक्तमस्ति द्रव्ये विद्यमानः मूर्तोत्पत्ति द्वितीयक्षणे जायमानः. अहं पूर्णवाक्यं न स्मरामि, परन्तु तदर्थं ते पुनः वदन्ति पृथक्त्वम् इति मूर्तोत्पत्ति द्वितीयक्षणे जायमानं गुणः नास्ति इति. पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल. किन्तु स्मर्यताम् इदं पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता. इदानीमेव भगिन्या उक्तं यत् इतः पूर्वं यत् यद् ये ये गुणाः अस्माभिः परिशीलितं ते सर्वे तत्र कोऽपि गुणः नियतावधिकः न. पृथक्त्वमेव प्रथमं नियतावधिकं गुणः अस्माभिः परिशीलितं, तदर्थं ते न स्वीकुर्वन्ति पृथक्त्वं गुणः, परन्तु तद् भेदः एव. अत्र मुख्यबिन्दुः अस्ति यत् पृथक्त्वं गुणः अस्ति न वा इति विषयः नास्ति. पृथक्त्वं गुणः भवतु वा न भवतु, किन्तु तस्य स्वभावः तथैव किल. कीदृशः स्वभावः? मूर्तोत्पत्ति द्वितीयक्षणे हा, मूर्तोत्पत्ति द्वितीयक्षणे जायमानः. तत्र द्रव्योत्पत्ति सोपानानि श्रूयते वा? हरिओम्. हा, द्रव्योत्पत्तेः सोपानानि आसन्. प्रथमं द्रव्यम् उत्पद्यते, क्षणमेकं निर्गुणम् अपि च निष्क्रियम् एतत् सर्वम् आसीत्. द्रव्यं तथैव तिष्ठति इति. तर्हि प्रथमे क्षणे गुणः वा क्रिया वा अथवा अपरः पदार्थः वा द्रव्ये न भवति इति अस्माभिः दृष्टं. द्रव्योत्पत्ति प्रथमक्षणे निर्गुणमेव तिष्ठति. तर्हि पृथक्त्वं गुणः भवतु वा न, पृथक्त्वं भेदः भवति चेदपि तथैव तस्य स्वभावः. मूर्तोत्पत्ति द्वितीयक्षणे एव द्रव्ये भवितुमर्हति, तस्मात् पूर्वं न इति मन्यते उभाभ्यां. किन्तु पुनः किमर्थं तथा वक्तव्यम् आसीत् इति. अग्रे पठामि वा? हा, अवश्यम्. पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् भेदरूपता. भेदस्तु प्रतियोगिनं विहाय विश्वे सर्वत्र नित्यच्च. भेदः अस्माभिः परिशीलितं यत् अन्योन्यभावः प्रतियोगिनं विहाय सर्वत्र भवति, अपि तु भेदः नित्यः. किमर्थं चेत् अन्योन्यभावः तस्य जननं नास्ति, अपि च ध्वंसमपि नास्ति. तत्तु सर्वदा सर्वत्र भवति. भेदः अन्योन्यभावः न केवलं द्रव्येषु अपि तु सर्वत्र सप्तसु पदार्थेषु भवति. अस्माभिः दृष्टं पूर्वमपि, भेदः सप्तपदार्थेषु भवितुम् अर्हति, भवति एव. गुणः तु केवलं द्रव्ये भवति. तत्र च केवलं द्रव्योत्पत्तिद्वितीयक्षणे जायते, तदपि परिशीलितम् अस्माभिः. पृथक्त्वं भेदः एव चेत् सर्वत्र विद्यमानं, न केवलं द्रव्येषु अपि तु गुणे, कर्मणि, सामान्ये, विशेषे, समवाये, अभावे च. यथा भगिनी उक्तवती, वेदः तु सर्वत्र भवति, सप्तपदार्थेषु भवति, अपि तु तत् नित्यः च. तादृश यत् भेदरूपी पृथक्त्वं द्रव्ये, तत् द्रव्योत्पत्तिद्वितीयक्षणे जायमानं न, यतोहि द्रव्यं स्वस्मिन् विद्यमानभेदस्य अन्योन्यभावस्य कारणं न. यदि पृथक्त्वं भेदः अस्ति तदा तत्तु द्रव्ये द्वितीय मूर्तोत्पत्तिद्वितीयक्षणे जायमानं न भवितुम् अर्हति. किमर्थं चेत् भेदस्य अथवा अन्योन्यभावस्य कारणं द्रव्यं न भवितुम् अर्हति. द्रव्यं तु स्वस्मिन् सर्वदा तिष्ठति, स्वस्मिन् विद्यमाना भेद. द्रव्यं कस्य कारणं भवितुं शक्नोति? गुणस्य एव. भेदस्य कदापि कारणं न भवति. द्रव्यं स्वस्मिन् विद्यमानस्य गुणस्य समवायिकारणं भवति, न तु भेदस्य. अन्योन्यभावः नित्यम्, अतः तस्य कारणं न भवति एव. तदपि स्पष्टमस्ति. अन्योन्यभावः प्रतियोगिनं विहाय सर्वत्र भवति, अपि च नित्यं तु. किमर्थं चेत् तस्य कारणं न भवति एव. अन्योन्यभावः नित्यम् अस्ति चेत् जननमपि नास्ति, नाशः अपि नास्ति इति अर्थः. यः जातः न, तर्हि तस्य कारणं कथं वा भवेत् इति. आम्, नित्यत्वाच्च तस्य आरम्भो न भवति. तदेव भगिन्या उक्तम् इदानीमेव. अतः आहत्य पूर्वपक्षिणा आपाद्यते यत् पृथक्त्वस्य नियतावधिकत्वात् न गुणत्वम् अपि तु भेदत्वम्, भेदत्वात् मूर्तोत्पत्तिद्वितीयक्षणे जायमानं न, नास्ति. इदं सर्वं प्रथमापादने अन्तर्भूतम्. आहत्य पूर्वपक्षिणा मतमस्ति यत् पृथक्त्वं गुणः नास्ति, भेदः एव. भेदत्वात् तस्य मूर्तोत्पत्तिद्वितीयक्षणे जायमानं पदार्थः नास्ति. तत्तु सर्वत्र नित्यः च. एतत् सर्वं प्रथमापादने अन्तर्भूतमस्ति. समीचीनमस्ति. तर्हि सर्वैः बुद्धं स्यात् अयम् अंशः. भगिनी, अत्र प्रश्नः अस्ति एकः. अत्र पृथक्त्वं गुणः अस्ति चेदपि नास्ति चेदपि तस्यापि तथा स्वभावः किल इत्युक्ते तत्र मूर्तोत्पत्तिद्वितीयक्षणे जायमानम् इति स्वभावः, द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः. तर्हि पृथक्त्वं गुणः नास्ति चेत् किमर्थं तत्र मूर्तोत्पत्तिद्वितीयक्षणे जायमानः? अस्तु अस्तु, बुद्धं पृथक्त्वं गुणः न, भेदः एव इति स्वीकुर्मः इदानीं चर्चार्थम्. अस्तु, पृथक्त्वं भेदस्य एकं रूपम् इति एव स्वीकुर्मः केवलं अत्र परिशीलनार्थं. भेदः सन् अपि मूर्तोत्पत्ति द्वितीयक्षणे एव सः पदार्थः द्रव्ये भासते. तर्हि इति व्यवहारः अस्ति इति कृत्वा सत्यं द्रव्यं प्रथमे क्षणे निर्गुणं वा अथवा निष्क्रिया इति भवति. प्रथमे क्षणे द्रव्ये किमपि न भवति. भेदः इति पदार्थः अपि यद्यपि नित्यं तथापि तत्र द्रव्योत्पत्तिपरम्परायां द्वितीये क्षणे एव द्रव्ये अन्तर्भूतं भवति इति. इत्युक्ते अन्योन्यभावः यद्यपि तस्य उत्पत्तिः नास्ति यतोहि नित्यपदार्थः अस्ति, तथापि तस्य किं वदति प्रतीतिः द्रव्यस्य मूर्तोत्पत्ति द्वितीयक्षणे एव भवति इति. अस्तु अस्तु अस्तु. जायमानः इति भवति चेत् तत्र अनित्यं स्यात्, किन्तु तथा नास्ति. परन्तु द्वितीये क्षणे एव द्रव्ये तस्य भानं भवति इति. तेन आधारेण भेदत्वात् मूर्तोत्पत्ति द्वितीयक्षणे जायमानं न भवति. अस्तु भगिनि, धन्यवादः. अहं लक्ष्मी अस्मि अत्र. लक्ष्मी भगिनी, तदनन्तरं वर्धिनी अस्मि. पार्वतीनी भगिनी, अन्य कोऽपि अस्ति वा? लक्ष्मी भगिनी, वर्धिनी भगिनी. अस्तु, सभ्यसाक्षी महोदय. भगिनी, अत्र तर्हि प्रथम आपादने वार्ताद्वयम् अस्ति. प्रथमवार्ता इति अस्ति इति पूर्वपक्षिणः वदन्ति, भेदस्थले नियतावधिकत्वम् अस्ति तथा पृथक्त्वे अपि अस्ति, तर्हि भेदः एवं पृथक्त्वम् इति समानमेव. द्वितीयं वार्ता इति अस्ति, मूर्तोत्पत्ति द्वितीयक्षणे जायमानः भेदः अपि तथा अस्ति, तर्हि पृथक्त्वमपि तथा अस्ति इति ते वदन्ति खलु. प्रथमबिन्दुः यद् भवता उक्तं तत् सम्यक्, यथावधिकत्वात् भेदः एव इति. अस्तु, द्वितीयः बिन्दुः अस्ति यत् भेदत्वात्, यतोहि पृथक्त्वं भेदः, तदर्थं सः जायमानं नास्ति इति. वाक्ये द्रव्ये विद्यमानः मूर्तोत्पत्तिद्वितीयक्षणे जायमानः पृथक्त्वं नियतावधिकत्वे मानाभावात् इति सर्वम् अस्ति खलु. तर्हि तेषां मतानुगुणं पृथक्त्वं गुणः भवतु वा अथवा भेदरूपी पदार्थः भवतु वा, यदि द्रव्ये भासते चेत् भेदः इति पदार्थः, सः तु मूर्तोत्पत्तिद्वितीयक्षणे एव स्यात्, तस्मात् पूर्वं न स्यात् इति. अपि च भेदत्वात् पुनः जायमानः इति न वक्तुं शक्नुमः, यतोहि भेदः नित्यः इति आहत्य प्रथमापादने एतत् सर्वमपि अन्तर्भूतम् अस्ति इति. अत्र मुख्यबिन्दुः अस्ति मूर्तोत्पत्तिद्वितीयक्षणे जायमानं न, परन्तु भासमानम् अस्ति इति वक्तव्यम् आसीत् प्रायः. आम् इति मम अपि चिन्तनमस्ति. अस्तु, इदानीं प्रथम आपादनस्य विषयः सञ्जातः, ततः अग्रे द्वितीयम् आपादनं किम् इति परिशीलयामः. द्वितीयम् आपादनं भवति पूर्वपक्षिणां यत् अस्तु, इदानीं प्रथमतया ते वदन्ति नियतावधिकत्वात् गुणत्वेन न अङ्गीक्रियते भेदः एव इति. द्वितीय आपादने ते किं कुर्वन्ति, अस्तु तस्य नियतावधिकत्वम् अस्ति चेदपि गुणत्वेन स्वीकुर्मः. गुणत्वेन स्वीकृत्य किं भवति, नियतावधिकत्वमपि स्वीकृत्य तदा किं भवति, भूतलावधिकपृथक्त्वं यत्र अस्ति तत्र कपालावधिकपृथक्त्वम् इति अपि स्यात् इति तेषां द्वितीयम् आपादनं. यतोहि प्रथमे आपादने नियतावधिकत्वम् अस्ति इति उभाभ्याम् अङ्गीकृतं, द्वितीये आपादने तेषां प्रश्नः अस्ति यत् नियतावधिकत्वम् अस्ति इति उक्त्वा नियामकं न उक्तम्. अस्तु, नियतावधिकत्वम् उक्तं, नियतावधिकत्वम् इति प्रतीतौ भासते खलु, यदा प्रतीतिः भवति तदा अवधिः कः इति नियमेन भासते. परन्तु केवलं नियतावधिकत्वम् इति उच्यते चेत् तत्र नियामकः कः? नियमेन प्रतीतिः अस्ति इति नियमं स्थापयितुं कोऽपि नास्ति. अतः भूतलावधिकपृथक्त्वं कपालावधिकपृथक्त्वं सर्वं घटे अस्ति इति वक्तुं शक्यते इति तेषां द्वितीयम् आपादनम्. द्वितीय आपादनेन पुनः एकः दोषः आयाति. सः दोषः कः इति कोऽपि वदति वा? निखिलावधिकत्वं तत्र स्वीकरोति चेत् प्रायः निखिलावधिकत्वेन एव अस्तु. अधिकमहोदय, इदानीं हा हा समीचीनं समीचीनं, भवान् यस्मिन् मार्गे अस्ति तत् समीचीनमेव. इदानीं द्वितीयम् आपादनं तेषां किं? नियतावधिकत्वम् इति उक्त्वा नियमः न दत्तः, केवलं नियतावधिकम् इति उक्तं. तेन भूतलावधिकत्वं स्यात्, कपालावधिकत्वं स्यात् घटे, कपालावधिकत्वं पृथक्त्वं, कपालावधिकं पृथक्त्वम् अथवा कपालिका अवधिकं पृथक्त्वम् इति सर्वं स्यात् घटे. नियतावधिकत्वेन निखिलावधिकत्वम् अस्ति इति यथा महोदयेन उक्तं तत् सत्यम्. अस्तु, इदानीं निखिलावधिकत्वम् आगच्छति चेत् इतोपि एकः आपत्तिः आगच्छति. संयोगापत्तिः संयोगापत्तिः इति आगच्छति. अजितमहोदय, बुद्धं वा? आं भगिनि. इत्युक्ते जगति सर्वपदा स्वस्मिन् विहाय सर्वपदार्थानां निखिलावधिकत्वम् अस्ति. स्वं विहाय जगति सर्वम् इति निखिलम्. अस्तु, घटे यः पृथक् यद् पृथक्त्वम् अस्ति तस्य निखिलावधिकत्वम् अस्ति इति उच्यते चेत् तस्य अर्थः कः? कपालायामपि निखिलावधिकत्वम् अस्ति इति. कपाले अपि अवधिकत्वम् अस्ति. घटपृथक्त्वस्य अवधिकत्वं कपाले अपि अस्ति इति आगच्छति. तेन दोषः कः आगच्छति? भगिनीभ्याम् उक्तमिव, तेन दोषः कपाल घटे घटौ मध्ये संयोगः नास्ति, तदेव कारणं निखिलावधिकत्वम्. हा हा, तर्हि संयोगः न कदापि भवति घटकपालयोः, यतोहि समवायः खलु. अपि च घटकपालयोः मध्ये पृथक्त्वमपि न भवति. घटः तस्य आश्रयः कपालः, कपालः अवयवः इति कृत्वा घटकपालौ पृथक् न भवितुम् अर्हतः. अतः किम्? अतः पूर्वपक्षिणः द्वितीय आपादनं पूर्वपक्षिणः द्वितीयम् आपादनं किम्? आपादनं स्वीकर्तुं न शक्नोति. द्वितीयम् आपादनं दोषयुक्तं भवति. दोषयुक्तं कपालावधिकत्वम् इति उच्यते चेत् तयोः मध्ये पृथक्त्वम् अस्ति इति आगच्छति. अपि च पृथक्त्वं कुत्र भवति? युतसिद्धौ यौ तयोः मध्ये एव संयोगः, संयोगः यत्र तत्रैव पृथक्त्वम् इति सर्वं वयं जानीमः. अतः घटकपालयोः मध्ये पृथक्त्वं न भवतु, युतसिद्धत्वमपि न भवतु इति कृत्वा आपादनं निवारणीयं भवति इति अग्रिमः बिन्दुः. अस्तु, तर्हि अजितमहोदय एव उभयोः पक्षिणोः इत्यस्मात् आरभ्य पठति वा? पूर्वपक्षिणः द्वितीयम् आपादनं इत्यस्मात्. अस्तु, उभयोः पक्षिणोः मनसि घटकपालयोः संयोगापत्तेः क्लिप्तत्वं किमर्थम् इति चेत् घटकपालयोः विभागे न जायते इति प्रसिद्धं सामान्यः अनुभवः तयोः नित्यसम्बन्धः ययोः विभागे न सम्भवति तयोः संयोगोऽपि न जायते तस्मात् उच्यते घटः समवायसम्बन्धेन कपाले न तु संयोगसम्बन्धेन निगमने घटकपालयोः संयोगावत्तिः क्लुप्तत्वात् इत्युक्ते उभयोः पक्षिणोः एक घटकपालमध्ये समवायसम्बन्धेन एव इति अङ्गीकुर्वन्ति समवायसम्बन्धम् अङ्गीकुर्वन्ति इति चेत् संयोगस्य आपत्तिः इति अर्थः आपत्तिः अदि अर्थः अतः अतः इतोपि एकवारं पठतु अतः घटकपालयोः विभागो न जायते ययोः विभागे न सम्भवति तदेव खलु भगिनि अस्तु घटकपालयोः विभागो न जायते इति प्रसिद्धं सामान्यः अनुभवः इत्युक्ते उच्यता इत्युक्ते घटकपालयोः विभागः न सम्भवति तद् सामान्य अनुभवमेव तयोः नित्यसम्बन्धः इत्युक्ते समवायसम्बन्धः एव अतः पूर्वपक्षिणः द्वितीय आपादनं दोषम् एव वस्तुतः पूर्वपक्षिणः अपि जानन्ति अस्तु संयोगापत्तेः क्लुप्तत्वम् अस्ति इति समवायः अस्ति इति परन्तु ते किं वदन्ति नियतावधिकत्वस्य स्वीकारेण निखिलावधिकत्वम् अपि स्यात् इति आगच्छति यतोहि नियामकः न उक्तः तादृशं निखिलावधिकत्वम् आयाति चेत् तदा एतत् सर्वम् आगच्छति क्लेशः पुनः उद्भूतः भवति यतोहि घटकपालयोः पृथक्त्वं साधितं भवति तत्तु दोषपूर्णम् इति उभाभ्यामपि अङ्गीक्रियते अस्तु तर्हि आहत्य घटकपालयोः संयोगापत्तिः इति उभाभ्याम् अङ्गीक्रियते तदर्थं भूतलावधिकस्य इव कपालावधिकस्य अपि आवश्यकत्वम् इति वक्तुं न शक्यते द्वितीय आपादनस्य विषये इति बुद्धं वा अस्तु तर्हि राजेन्द्रमहोदय अग्रे राजेन्द्रमहोदय अस्ति वा सन्ध्या भगिनि आं भगिनि तर्हि अग्रे गत्वा किं वारणीयम् घटकपालयोः युतसिद्धत्वं वारणीयं तदर्थं किं कर्तव्यं कपालावधिकपृथक्त्वं घटे नास्ति घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यम् अधुना इदं वक्तुं शक्यते वा कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा न वर्णयितुं शक्यते किल घटः कपालात् भिन्नः इति इदानीं वैलक्षण्यं सम्पन्नम् तर्हि अग्रिमपङ्क्तिमपि पठित्वा अस्तु इत्थञ्च मानाभावात् इति एकम् आपादनं, यदि तथापि पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनम्। अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते, एवं तदनुरोधेन एव तस्य पृथक्त्वस्य भेदरूपता वार्यते। तर्हि एतावत्पर्यन्तम् उभाभ्याम् अपि स्वीक्रियते यद् घटकपालयोः संयोगः न भवति, तत्र संयोग आपत्तिः अस्ति द्वयोः इति। तर्हि अग्रे किं किं वारणीयमस्ति, तत्र घटकपालयोः युतसिद्धत्वं नास्ति इति साधनीयमस्ति। तर्हि तद् दर्शयितुं किं करणीयं, तत्र कपालावधिकपृथक्त्वं घटे नास्ति, अपि च घटावधिकपृथक्त्वं कपाले नास्ति इति अस्माभिः स्वीकरणीयं भवति। यदि तथा न स्वीकुर्मः तर्हि द्वयोः मध्ये, इत्युक्ते घटकपालयोः मध्ये, तत्र युक्तसिद्धत्वम् आगच्छति यद् इष्टं नास्ति। एकमेव वदामि केवलं स्मरणार्थं, युतसिद्धत्वम् आगच्छति इति किमर्थं वदामः, यतोहि युतसिद्धौ इत्युक्ते पृथगाश्रय आश्रितौ इति अस्माभिः अधीतमासीत् खलु, तेन आगच्छति। केवलं स्मरणार्थम् उक्तवती, वारं वारं युतसिद्धौ युतसिद्धौ इति वदामः, तर्हि पृथक्त्वम् अस्ति चेत् पृथगाश्रय आश्रितौ इति आगच्छति, पृथगाश्रय आश्रितौ इति चेत् युतसिद्धौ भवतः, तदा तयोः मध्ये संयोगः शक्यः इति आयाति, यत्तु दोषपूर्णं घटकपालयोः विषये, अतः पृथक्त्वं न स्वीकरणीयम्। अस्तु अग्रे। तर्हि तर्हि तदेव, तर्हि परस्पर तत्र अवधिकत्वं नास्ति पृथक्त्वस्य इति स्वीकरणीयं भवति। तर्हि इदानीम् एतद् वक्तुं शक्यते वा यद् कपालावधिकः भेदः घटे नास्ति इति वक्तुं शक्नुमः वा? तथा तु वक्तुं न शक्नुमः, इत्युक्ते पृथक्त्वस्य विषये वक्तुं शक्नुमः कपालावधिकपृथक्त्वं घटे नास्ति इति स्वीकरणीयं भवति, परन्तु यदि भेदपृथक्त्वयोः यदि साम्यं स्वीकुर्मः तर्हि भेदं यदि स्वीकुर्मः कपालाधिकभेदः घटे नास्ति इति वक्तुं शक्नुमः वा? तथा न वक्तुं शक्नुमः, घटः तु कपालात् भिन्नः अस्ति एव, तर्हि अत्र अत्र एव तत्र भेदस्य अपि च पृथक्त्वस्य तत्र वैलक्षण्यम् आगतमस्ति एतेन। अनन्तरं तत्र मानाभावात् इति एकम् आपादनमस्ति, तत्र गुणे तत्र गुणः न इति तत्र स्वीकारे एकम् आपादनमस्ति। यदि तथापि पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनं, तर्हि पृथक्त्वस्य नियतावधिकत्वं यदि स्वीकुर्मः तर्हि तत्र भिन्नम् आपादनम् आगच्छति, यद् इदानीमेव तत्र दृष्टवन्तः, तत्र तथा स्वीकुर्मः चेत् युतसिद्धत्वम् आगच्छति द्वयोः, इत्युक्ते पृथगाश्रयाश्रितौ भवतः इति स्वीकरणीयं भवति, यत्तु स्वीकर्तुं न शक्नुमः। तर्हि अग्रे गत्वा तस्य एव द्वितीयस्य आपादनस्य तत्र निरासः भवति अग्रे गत्वा, तद् कृत्वा एव पृथक्त्वस्य अपि च भेदस्य तत्र साम्यं तत्र तस्य वारणं भवति इति उक्तमस्ति। समीचीनम्, अस्तु। तर्हि अग्रे सरला भगिनी पठति वा? आं भगिनि। ततः अग्रे द्वितीय आपादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्ष्यमाणविभागस्य द्रवत्योत्पत्ति द्वितीयाधिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाशसंयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते। अत्र किमर्थं निखिलावधिकत्वम् उक्तं? पूर्वपक्षिण आपादने निखिल अवधिकत्वम् इति विचार एव न आगतः। तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता? अत्र सिद्धान्तेन वदन्ति द्वितीय आपादनस्य निवारणार्थं विभागस्य उदाहरणं दत्तम् अस्ति। वक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयक्षणे आदिक्षणेषु जायमानस्य अपि न निखिल अवधिकत्वं। विभाग अपि एकः गुणः अस्ति, तद्गुणम् अपि द्रव्ये द्वितीयक्षणे जायते। प्रथमे क्षणे द्रव्यं निर्गुणम् अस्ति, द्वितीयक्षणे तत् गुणम् आगच्छति। विभागः अपि द्वितीयक्षणे जायमानः अस्ति, न निखिल तस् विभाग स्थले वयं जानीमः विभागे निखिल अवधिकत्वं नास्ति। विभाग द्विनिष्ठ भवति, किन्तु तत् निखिल तस्य अवधि आरोप्यते, तत् किन्तु निखिल अवधिकत्वं नास्ति। किन्तु स्वनाशात् संयोग आश्रये अवधिकत्वमेव हि नियमेन स्वीक्रियते। स्वनाश्यनेन मीन्स् विभागस्य नाश्य संयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते। यदि संयोग यः आश्रय संयोगस्थले अस्ति तस्य संयोगस्य नाश्येन विभाग भवति। तस्य अवधिकत्वं यदि आरोप्यते तत् समान अस्ति विभागस्थले अपि, तत् तर्हि से नियमेन स्वीक्रियते। उदाहरणार्थं यदि वदन्ति हस्तपुस्तकयो विभागः, एतत् द्विनिष्ठ अस्ति, हस्तपुस्तकात् विभक्त, तत्र अवधिकत्वम् आरोप्यते। हस्ते यः विभागः अस्ति तत् तस्य अवधि पुस्तके अस्ति। बहु समीचीनं भगिनि, भवत्या बहु सम्यक्तया प्रतिपादितं। तर्हि सर्वैः बुद्धं स्यात् स्वनाश्य संयोगावधिकत्वम् इति भगिन्या इदानीमेव उक्तम्। संयोगस्य नाशकः विभागः अपि च संयोगस्य आश्रयः यः कोऽपि भवति प्रतीतौ, सः एव विभागस्य आश्रयः अपि इति कृत्वा संयोगस्य आश्रये अवधिकत्वम् आरोप्यते विभागस्य, आहत्य विभागस्यापि निखिलावधिकत्वं नास्ति इति। अस्तु, अग्रे भगिनि। अत्र किमर्थं निखिल अवधिकत्वम् उक्तं? सो अत्र यः अवधि पुस्तके अस्ति, हस्ते विभागस्य अवधि पुस्तके पुस्तकं भवति, पता सा अवधि पुस्तके नास्ति, एतद् भिन्नम् अस्ति। तर्हि निखिल अवधिकत्वं न उक्तं, पूर्वपक्षिण आपादने निखिल अवधिकम् त्वम् इति विचारः एव न आगतः। सो सिद्धान्तेन तत्र वदन्ति पूर्वपक्षिणः यदि नियामक पृथक्त्वे गुणे न स्वीकृत द्वितीय आपादने भूतलावधिक घटे वा घटकपाल घटावधिककपाले वदन्ति, ते न चिन्तवन्त निखिलावधिकत्वं विचारः। तर्हि निखिलावधिकतस्य वारणस्य का आवश्यकता? हा, समीचीनं। तर्हि पूर्वपक्षिणः द्वितीये आपादने केवलं नियतावधिकस्य, प्रथमे आपादने नियतावधिकत्वस्य विषयः जातः। किमर्थं तर्हि सिद्धान्तिनः वक्ष्यमाणस्य विभागस्य इत्यादिकम् उक्त्वा निखिलावधिकत्वस्य विषयम् अत्र आनयन्ति इति? किमर्थं निखिलावधिकत्वस्य विषये ते वार्तालापं कुर्वन्ति अधुना इति अग्रे पश्येम. अस्तु, राजेन्द्रमहोदय पठति वा अग्रे. आं भगिनि, मम दूरवाणीं भग्नं जातं यदा पूर्वं चिन्तितवती तथैव स्यात्. अग्रे, वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितं भूतल अवधिकत्वस्य एव कपाल अवधिकत्वस्य अपि इति कदा वक्तुं शक्यते? यदा पृथक्त्वस्य निखिला अवधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते अमुं दोषं. नाम यथा भूतल अवधिकत्वं तथा कपाल अवधिकत्वम् अपि अवश्यं वक्तव्यम् इति कदा वर्णयितुं शक्यते? घटे घटं विहाय ये ये पदार्थाः तत् पृथक्त्वम् अस्ति चेदेव तादृशम् आपादनं भवति. इदम् एव निखिला अवधिकत्वं. यथा पूर्वपक्षिणा यदा द्वितीय आपादनं वर्णयन्ति तथा तेषां चिन्तनम् आसीत् भूतला अवधिकत्वस्य एव कपाल अवधिकत्वस्य अपि भवतु. यथा भूतल अवधिकत्वस्य यथा यदि वयं चिन्तयामः नेत अवधिकत्वं पृथक्त्वं गुण अस्ति, पृथक्त्वे नियत अवधिकत्वम् अस्ति, तत् स्वीकुर्मः चेत् भूतल अवधिकत्वस्य एव कपाल अवधिकत्वस्य अपि तत् अस्माभिः स्वीकरणीयं. यथा परन्तु तत् भूतल अवधिकत्वस्य एव कपाल अवधिकत्वस्य अपि स्वीकुर्मः तथा तदा आगच्छति यथा पृथक्त्वस्य निखिला अवधिकत्वं स्वीक्रियते तद्विहाय तथा न भवितुम् अर्हति, न भवति, तत् दोषः एव अस्ति. यदि तत्र निखिला अवधिकत्वं न अस्ति, भूतला अवधिकत्वं तथा कपाल अवधिकत्वम् अपि अवश्यं वक्तव्यम् इति कदा वर्णयितुं शक्यते? घटे यदा वयं चिन्तयामः घटे घटं विहाय ये ये पदार्थाः तत् अवधिकत्वं पृथक्त्वम् अस्ति चेदेव तादृशम् आपादनं भवति. तत् न अवगच्छामि भगिनि. अस्तु, घटे घटं विहाय अवगच्छति. हा, इदं तु अवगच्छति खलु, भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि इति कथं कदा वक्तुं शक्नुमः? यथा तत्र निखिला अवधिकत्वं स्वीकुर्मः. हा, यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीकुर्मः. निखिल इत्युक्ते किं? स्वं विहाय जगति सर्वम् इति. अत्र स्वम् इत्यस्य स्थाने घटम् इति स्थापयतु. घटं विहाय सर्वत्र तथा जगति सर्वत्र भिन्नं न. हा, घटं विहाय जगति सर्वं घटस्य कृते निखिलम् इति न्यायशास्त्रे. अस्तु, तर्हि घटस्य कृते कपालः अपि निखिलं, भूतलमपि निखिलं. यद्यपि कपालः अवयवः, तथापि घटं विहाय अन्यः पदार्थः खलु कपालः इति तु सत्यं. हा, तर्हि घटं विहाय ये पदार्थाः ते सर्वे निखिलाः घटस्य कृते. घटस्य पृथक्त्वं निखिलावधिकम् इति कदा वक्तुं शक्नुमः? यदा पृथक्त्वस्य अवधिः घटं विहाय जगति सर्वत्र, नाम सर्वेषु पदार्थेषु, तदा एव घटपृथक्त्वस्य निखिलावधिकत्वम् इति वक्तुं शक्नुमः. अधुना घटपृथक्त्वस्य अवधिः कपालः भवितुम् अर्हति वा? न भवितुम् अर्हति, यथा तत् संयोगदोषः आगच्छति, संयोगः तत्तु अवगच्छति खलु. यतोहि कदापि घटः कपालात् पृथक् इति प्रतीतिः न जायते, कदापि न जायते. घटः कपालात् पृथक् इति प्रतीतिः जायते चेत् तत्र कपालः अवधिः इति आगच्छति. परन्तु वयं जानीमः तादृशः प्रतीतिः, तादृशी प्रतीतिः एव नास्ति इति. अतः घटं विहाय अन्यः पदार्थः कपालः, तस्मिन् घटपृथक्त्वस्य अवधिः नास्ति. अतः घटकपालस्य निखिलावधिकत्वं न अङ्गीक्रियते इति बुद्धं वा? आम् भगिनि. अतः किं वदन्ति अत्र भूतलावधिकत्व भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वम् इति वदनार्थं निखिलावधिकत्वं स्वीकर्तव्यं भवति पृथक्त्वस्य. तत्तु असत्यम् इति जानीमः. अधुना एव उदाहरणं दत्तं घटकपालयोः मध्ये पृथक्त्वम् इति प्रतीतिः एव न जायते. अतः पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति बुद्धम्? आम् भगिनि. तर्हि सिद्धान्तिनः वदन्ति यत् अस्तु, कदा भवन्तः द्वितीयम् आपादनं कदा कर्तुं शक्नुवन्ति? यदा निखिलावधिकत्वं स्वीकुर्वन्ति तदा एव इति उक्त्वा विभागस्य उदाहरणं ददति सिद्धान्तिनः. अस्तु, तर्हि विभागं स्वीकृत्य चर्चां कुर्मः. विभागः अपि गुणः, तस्मिन्नपि निखिलावधिकत्वं नास्ति यथा पृथक्त्वे नास्ति. तस्य आधारेण अग्रे चर्चां कुर्मः इति सिद्धान्तिनः वदन्ति. अतः विभागस्य उदाहरणमत्र. उक्तं वा? आं भगिनि. प्रश्नाः सन्ति चेत् कृपया मां स्थगयन्तु, पृच्छन्तु अपि. अस्तु, अग्रे माला भगिनी पठति किम्? माला भगिनी अस्ति वा? अस्तु, नास्ति इति भाति. जयन्ती भगिनी पठति वा अग्रे? आं भगिनि. अस्य च एकनिमिष, अधुना पूर्वमेव. हा, अधुना पूर्वमेव अस्माभिः उक्तं यत् विश्वे निखिलावधिकत्वं नास्ति कस्यापि, किन्तु तत् स्वीकृत्य एव किल पूर्वपक्षिणा दोषः आपादनीयः? भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वम् अनेन पूर्वपक्षिणा आपाद्यते यत् अस्तु, यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तम्, अतः भूतलावधिकत्वस्य एव कपालावधिकत्वस्य अपि आवश्यकत्वात् घटकपालयोः परस्परावधिकपृथक्त्वं स्यात्, नाम पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत् तस्य निखिलावधिकत्वम् अपि भवतु. यतोहि तदानीं किल वक्तुं शक्यते यत् भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि तदा तादृशं वर्णयितुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं वर्तेत. अत्र पूर्वपक्षिणः प्रथमम् आपादनम् आसीत् पृथक्त्वस्य नियतावधिकत्वम् अस्ति इति नियतावधिकत्वम् अस्ति, परन्तु द्वितीयेन आपादनेन ते पृथक्त्वस्य निखिलावधिकत्वम् आनयन्ति. तस्य निरासनं करणार्थम् एतत् सर्वं वदन्ति. तस्य विषये एव अत्र विवरणं दत्तमस्ति. पूर्वमेव वयं दृष्टवन्तः विभागः, संयोगः, पृथक्त्वं, भेदः, चतुर्षु पदार्थेषु कस्यापि निखिलावधिकत्वं नास्ति इति. परन्तु पूर्वपक्षिणः द्वितीयेन आपादनेन यत् उक्तं भूतलावधिकपृथक्त्वं घटे यथा अस्ति तथा कपालावधिकपृथक्त्वमपि घटे भवतु इति वदनेन पृथक्त्वस्य निखिलावधिकत्वं निष्पन्नं जातम्. तदेव तर्हि ते किमर्थं वदति निखिलावधिकत्वम् इति मनसि किमर्थम् आयाति पूर्वपक्षिणां? तत्र एकं वाक्यमस्ति, पठति वा? अस्तु यदि पृथक्त्वं पूर्वपक्षिणः मनसि पृथक्त्वस्य कोऽपि नियामकं नास्ति इति ते वदन्ति. तस्य नियामकं नास्ति चेत् कपालावधिकपृथक्त्वम् अपि भवतु घटे इति ते वदन्ति. परन्तु वयं सिद्धान्ती वदन्ति न, अत्र नास्ति, अस्मिन् परिच्छेदे नास्ति तत्. परन्तु ते अनेन किं भवति, कपालावधिकपृथक्त्वं घटे इति वदनेन पृथक्त्वं निखिलावधिकं भवति. तस्य निरासनं करणार्थमेव एषः प्रयत्नः जातः सिद्धान्तिना. पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति साधनीयं भवति. तर्हि सिद्धान्तिनः वदन्ति भवतां यद्वाक्यम् अस्ति, आपादनमस्ति भूतलावधिकत्वस्य इव कपालावधिकत्वम् अपि स्यात् इति, तद् केन आधारेण कुर्वन्ति भवन्तः? नियतावधिकत्वं स्वीकृत्य निखिलावधिकत्वम् अपि भवतु इति स्वीकुर्वन्ति चेत् तदा एव कर्तुं शक्नुवन्ति किल तादृशम् आपादनम् इति सिद्धान्तिनः वदन्ति. तदा एव कपालावधिकत्वमपि स्यात्, भूतलावधिकत्वमपि स्यात्, अन्यतवधिकत्वमपि स्यात् इति सर्वं वर्णयितुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते, नो चेत् न. अपि च उभाभ्याम् अङ्गीक्रियते यत् सः दोषपूर्णं वाक्यम् इति, कपालावधिकत्वं पृथक्त्वस्य अस्ति घटपृथक्त्वस्य इति दोषपूर्णम् इति उभाभ्याम् अङ्गीक्रियते, तत्र अङ्गीकारः अस्ति, अस्तु. परन्तु अनङ्गीकारः कुत्र कुत्र इत्युक्ते प्रथमतया पृथक्त्वं गुणः इत्यस्मिन् विषये, यतोहि नियतावधिकत्वम् अस्ति इत्यतः. तदनन्तरं इदं क्लेम् कर्तुं, कपालावधिकत्वम् अस्ति इति क्लेम् कर्तुं निखिलावधिकत्वम् अपि पक्षिणा स्वीक्रियते. केन? पूर्वपक्षिणा. अन्येन न स्वीक्रियते. तस्य निरासः करणीयः अधुना. तदर्थं विभागस्य विषयः उत्थापितः. अस्तु, तर्हि अग्रे सरेम. सभ्यसाचि महोदय अग्रे पठति वा? आं भगिनि. अस्य च नियतावधिकत्वम् अस्ति चेत् निखिलावधिकत्वम् अपि स्यात् इत्यस्य आपादनस्य निरासः क्रियते सिद्धान्तिना अग्रे विभागस्य उदाहरणं दत्त्वा, पृथक्त्वस्य अनेकावधिकत्वं च प्रतिपाद्य. अस्मात् सिद्धं भवति यत् यत्र यत्र नियतावधिकत्वं तत्र तत्र निखिलावधिकत्वम् इति आक्षेपः दोषपूर्णः. तर्हि यदि वदामः नियतावधिकत्वं कोऽपि प्रतीतौ अस्ति चेत् अथवा नियतावधिकत्वं कुत्र अस्ति चेत् तत्र निखिलावधिकत्वम् अपि स्यात् इति आपादनस्य निरासः कुर्वन्ति सिद्धान्तिनः अग्रे गत्वा एवम् उदाहरणं ददति विभागस्य. तर्हि पृथक्तस्य अनेकावधिकत्वं तु अस्ति निश्चयेन वयं जानीमः. तर्हि अस्मात् सिद्धं भवति यदि कोऽपि वदति यत्र यत्र नियतावधिकत्वम् अस्ति तत्र तत्र निखिलावधिकत्वं, तर्हि तस्य आक्षेपस्य इति तत् आक्षेपः दोषपूर्णः अस्ति इति अग्रे आयाति. अग्रे आयाति, समीचीनं. तर्हि तस्य आक्षेपस्य, कस्य? न्यतावधिकत्वस्य स्थले निखिलावधिकत्वमपि अस्ति इति आक्षेपस्य दूरीकरणम् अपेक्षितम् इति अग्रे अस्ति. अग्रे भवानेव पठतु महोदय कृपया. भक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणे द्वितीयादिक्षणेषु जायमानस्य अपि न निखिलावधिकत्वं किन्तु स्वनस्य संयोग आशय अवधिकत्वम् एव हि नियमेन स्वीक्रियते. द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिकत्वम् अपि तु स्वनास्य संयोगाश्रय अवधिकत्वमेव. विभागः कुत्र जायते? स्वेन नास्य यः संयोगः तद् अधिकरणे एव. घटभूतलविभागेन नास्य यः संयोगः घटभूतलसंयोगः. घटभूतलविभागेन कस्य नाशो जायते? घटभूतलसंयोगस्य नाशो जायते. घटकपालयोः संयोगः जायते किं? न जायते. ततः तयोः विभागः अपि न सम्भवति. यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति. तादृश अवधिकत्वम् अपि भवति विभागस्य न अन्यत्. तर्हि अत्र तत्र दीर्घवाक्यमस्ति, तदनन्तरं वदामि, पुनः अग्रे वदामि भगिनि. तर्हि अत्र प्रश्नः अस्ति, विभागः कुत्र जायते, विभागः कुत्र भवितुम् अर्हति? तर्हि तस्य उत्तरमस्ति, स्वेन नास्यः यः संयोगः तत् अधिकरणे एव. इत्युक्ते संयोगस्य अधिकरणं यत् अस्ति, तस्य नाशः यदा भवति तदा विभागस्य उत्पन्नं भवति. इत्युक्ते घटभूतलविभागेन नास्यः यः संयोगः घटभूतल संयोगः इत्युक्ते घटभूतलं तत्र संयोगः अस्ति, एवं तत् संयोगस्य नाशः यदा भवति तथा विभागस्य उत्पन्नं भवति. घटभूतलविभागेन कस्य नाशः जायते इति प्रश्नः. तर्हि घटभूतलसंयोगस्य नाशः भवति. तर्हि इदानीं घटः भूतलस्य संयोगः एवं विभागः, तस्य प्रश्नस्य चर्चा अभवत्. इदानीं पश्यामः घटकपालयोः संयोगः जायते वा? तर्हि घटकपालः संयोगः न जायते खलु, तत्र युतसिद्धं नास्ति इति. तर्हि अतः तयोः इत्युक्ते घटकपालयोः विभागः अपि न भवितुमर्हति. तर्हि यत्र संयोगः तत्र विभागः भवति इति अस्ति. तर्हि तादृश अवधिकत्वम् अपि भवति विभागस्य न अन्यत्. इत्युक्ते संयोगस्य अवधिः यत् अस्ति, अधिकरणं यत् अस्ति, तथा विभागस्य अपि अस्ति, न अन्यत्. इत्युक्ते अन्यत्र न, संयोगस्य एवं विभागस्य इत्युक्ते तत्र रिलेशन्शिप् तथा इति अत्र प्रायशः वदति. हा हा, समीचीनं. तर्हि अत्र स्वनाश्य संयोगाश्रय अवधिकत्वम् इति उक्तं. तत्र स्वम् इत्युक्ते किम् इति किञ्चित् वदति वा? स्वं कं नाशयति इत्यादिकं? स्वं नास्य संयोगः संयोगाश्रय अवधिकत्वमेव. स्वम् इत्युक्ते स्वम् इत्युक्ते आश्रयः वा भगिनि? स्वम् इत्युक्ते भवता उक्तमेव, किन्तु स्वम् इत्युक्ते विभागः खलु? विभागः, अस्तु अस्तु, विभागस्य न. आमामाम्. तर्हि विभागेन नाश्यः संयोगः, संयोगस्य आश्रयः स्वनाश्यसंयोगाश्रयः, सः एव अवधिः भवति विभागस्यापि इति अधुना प्रतिपादितं महोदयेन. अपि च अपरः बिन्दुः यः अस्ति अस्मिन् परिच्छेदे, घटकपालयोः संयोगः जायते वा न जायते. संयोगः न जायते चेत् विभागः अपि न जायते घटकपालयोः इति, खलु वार्ता? हा, तेन किं साधितं भवति? तेन किं साधितं भवति इत्युक्ते, तेन विभागस्य अवधिविषये किं साधितम्? विभागस्य अवधिः इत्युक्ते तत्तु संयोगस्य अपि तत् अवधिः अस्ति. विभागस्य अवधिः यत् अस्ति, संयोगस्य अवधिः अपि तथा अस्ति. एवम् अत्र घटकपालयोः संयोगः न जायते, तत्र विभागः अपि न भवितुमर्हति. हा, विभागः अपि न भवितुमर्हति, नाम घटः कपालविभागस्य अवधिः न भवति, कपालः घटविभागस्य अवधिः न भवति इति अर्थः, खलु? आमामाम्. हा, तेन अवधेः स्वभावः कीदृशः, नियतावधिकं निखिलावधिकं किं वक्तुं शक्नुमः? निखिलावधिकत्वम् अस्ति वा विभागस्य? निखिलावधिकत्वं तु कुत्रापि अत्र अत्र चतुर्थेषु पदार्थेषु तथा नास्ति. चतुर्षु पदार्थेषु, सत्यं, चतुर्षु पदार्थेषु तु नास्ति, किन्तु एकस्मिन् अपि पदार्थे विभागस्य अवधिः न भवति चेत् निखिलावधिकत्वं नास्ति इति वार्ता. घटकपालयोः मध्ये पश्यति चेत् घटविभागस्य अवधिः कपाले न स्यात्, एकस्मिन् अपि पदार्थे नास्ति चेत् निखिलावधिकत्वम् इति साधितम्. घटकपालयोः संयोगः नास्ति, अतः घटकपालयोः विभागः अपि नास्ति, अतः विभागस्य घटविभागस्य कपालः अवधिः न भवति, अनेन विभागस्य निखिलावधिकत्वं नास्ति इति साधितं, खलु? हा, इदम् आधारीकृत्य एव अस्तु पृथक्त्वमपि तादृशः पदार्थः यस्मिन् निखिलावधिकत्वं नास्ति इति वक्तुम् इच्छन्ति. यथा घटकपालयोः मध्ये विभागः न जायते, तथैव घटकपालयोः मध्ये पृथक्त्वमपि न जायते. तेन किं साधितं पुनः? पृथक्त्वस्यापि निखिलावधिकत्वं नास्ति इति साधितम्. अतः एव उदाहरणरीत्या विभागः चितः सिद्धान्तिभिः इदं प्रतिपादयितुमिति. इति स्पष्टमस्ति वा? पूर्वस्मिन् वर्गे अपि प्रश्नः आगतः आसीत्, किमर्थं विभागः, विभागस्य उदाहरणं ते ददति, यतोहि विभागस्थले नियतावधिकत्वम् अस्ति वा? विभागस्थले नियतावधिकत्वं नास्ति. विभागस्थले अवधिः अस्माभिः आरोपणीया भवति, आरोपणीयः भवति कुत्रचित्. घटभूतलयोः विभागः इति उच्यते चेत् प्रतीतौ नियमेन न भासते अवधिः कः इति, अस्माभिः वक्तव्यं भवति भूतलावधिकः विभागः, घटे घटावधिकः विभागः भूतले इति अस्माभिः अवधिः वक्तव्यः भवति इति कृत्वा विभागस्थले नियतावधिकत्वं नास्ति. परन्तु पृथक्त्वस्थले नियतावधिकत्वम् अस्ति वा? अस्ति. अस्ति एव, खलु? घटः पटात् घटः पटात् पृथक् इत्यस्मिन् अवधिः कः? घटः पटात् पृथक् इत्युक्ते पटः अवधिः, पृथक्त्वं घटे अस्ति. घटे अस्ति. तर्हि प्रश्नः आगतः आसीत्, यद्यपि पृथक्त्वे नियतावधिकत्वम् अस्ति, विभागे नियतावधिकत्वं नास्ति, तथापि किमर्थं विभागः इति उदाहरणत्वेन स्वीकृतः इति. उभयोः नियतावधिकत्वं न स्यात्, परन्तु उभयोः निखिलावधिकत्वं नास्ति इत्यस्मिन् विषये साम्यं दृश्यते, खलु? विभागस्यापि नास्ति निखिलावधिकत्वं, पृथक्त्वस्यापि निखिलावधिकत्वं नास्ति इति तयोः मध्ये साम्यम्. अपि च विभागः अपि द्रव्योत्पत्ति द्वितीयक्षणे जायमानः इति सर्वं दृष्ट्वा सिद्धान्तिभिः वक्ष्यमाणविभागस्य द्रव्योत्पत्ति इत्यादिकम् उक्त्वा विभागस्य उदाहरणं दत्तमस्ति इति वार्ता. इति बुद्धं वा? आम् आं भगिनि. तर्हि लक्ष्मी भगिनी अग्रे पठति किम्? लक्ष्मी भगिनी अस्ति वा? क्षम्यतां भगिनी, म्यूट् मध्ये आसम्. चिन्ता नास्ति, अग्रे कृपया. अत्र विभागः स्वनाश्यसंयोग आश्रय अवधिकत्वमेव तन्निखिलावधिकत्वं नास्ति. वक्ष्यमाणविभागस्य न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. अत्र नियमेन स्वीक्रियते इत्युक्ते किं? नियमः कः? अपरं न स्वीक्रियते इति तात्पर्यम्. विभागः कयोः भवति? विभागः तयोः मध्ये भवति. यः एकः तद् अवधिकत्वं न स्वीक्रियते इति अत्र नियमः. यतोहि विभागः द्विनिष्ठः, तस्मात् कस्यचित् चिन्तनं स्यात् यत् घटभूतलयोः विभागः इति कथनेन अयं विभागः घटावधिकः अपि भूतला अवधिकः अपि. किन्तु तथा नास्ति. प्रत्यय अवशात् घटावधिकः विभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः, तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति विपरीतत्वेन अपि. अस्तु, स्वनाश्य संयोग आश्रय अवधिकत्वमेव अवधिकत्वमेव तन् निखिल तत् निखिलावधिकत्वं नास्ति. तत्र स्वनाश्यसंयोगः इत्युक्ते विभागेन नाश्य विभागनाशेन यः संयोगः, विभागेन नाश्यसंयोगः तत्संयोगस्य आश्रयः आश्रय अवधिकत्वमेव हि अस्ति, तत् निखिलावधिकत्वं नास्ति. इत्युक्ते पुस्तक हस्तपुस्तकयोः मध्ये संयोगः अस्ति, हस्तावधिकः संयोगस्य आश्रयः पुस्तके अस्ति. इदानीं हस्तपुस्तकयोः विभागः जातः चेत् हस्तावधिकविभागः स्य आश्रय अपि पुस्तके अस्ति अपि च अवधिकत्वं हस्ते अस्ति. तत् हस्ते तत् अवधिकत्वं विभागस्य अवधिकत्वं सर्वत्र नास्ति. अतः तत् एतत् अस्मिन् प्रसङ्गे निखिलावधिकत्वं नास्ति एव. वक्ष्यमाणविभागस्य न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. सो वक्ष्यमाणविभागस्य इत्युक्ते भविष्यत्काले अस्ति शानज् प्रत्ययः, अग्रे उच्यते विभागः, तस्य विभागस्य निखिलावधिकत्वं नास्ति परन्तु नियमेन स्वनाशसंयोगावधिकत्वं स्वीक्रियते इति. अस्तु, अत्र नियमः किमर्थम् उक्तम् इति उच्यताम्? आम्, अत्र नियमेन स्वीक्रियते. नियमः किम् उक्तम् इत्युक्ते विभागस्थले विभागः यथा विभागः यदा विभागः जायते तस्मिन् समये अवधिकत्वं न भासते, अवधिकत्वं स्वयमेव न भासते, कोऽपि नियमः स्वीकरणीयम्. इत्युक्ते पुस्तकयोः मध्ये प्रथमतया संयोगः अस्ति, इदानीं विभागः अस्ति चेत् हस्तात् पुस्तकः विभागः, पुस्तात् हस्तकः विभागः द्विनिष्ठः. यदि नियतावधिकत्वं इच्छामः तर्हि हस्तावधिकः विभागः, पुस्तकावधिकः विभागः इति वक्ष्यमाणं भवति. अतः तदेव अत्र नियमः नियमः सः एव भवत्या यदुक्तं सः एव नियमः, किन्तु यद्यपि नियमः अस्ति तथापि नियतावधिकत्वम् अस्ति इति न वक्तुं शक्नुमः. यतोहि विभागस्थले विभागः तु द्विनिष्ठः, हस्तपुस्तकयोः विभागः इत्यस्य वदनेन विभागः उभयत्र अस्ति इति भाति खलु, अथवा कुत्र अस्ति इति सम्यक्तया न वक्तुं शक्नुमः. अस्माभिः नियमः स्थापयित्वा वक्तव्यं भवति एकावधिकविभागः अपरस्मिन् इति सर्वं भवत्या समीचीनतया उक्तं, केवलं नियतावधिकत्वम् इति न कदापि वदामः इति वक्तुम् इच्छामि तावदेव. ओ अस्तु अस्तु नियमः आरोप्यामः किन्तु तत् नियतावधिकत्वं नास्ति. सत्यं सत्यं अस्तु अस्तु अस्तु. सो अत्र विभागः कयोः भवति? विभागः तयोः मध्ये भवति, यः एकः तद् अवधिकत्वं न स्वीक्रियते इति अत्र नियमः. अत्र किञ्चित् वाक्यरचनायाः किञ्चित् क्लेशः भवति. विभागः तयोः मध्ये भवति, यः एकः तद् अवधिकत्वं न स्वीक्रियते. अस्तु, हस्तपुस्तकयोः मध्ये विभागः जायते, तत्र हस्तावधिकविभागः इति वदामः चेत् अवधिः हस्ते अस्ति, विभागः पुस्तके अस्ति, तत्र नियमः अस्ति अवधिकत्वम् एकस्मिन् पदार्थे एकस्मिन् द्रव्ये, विभागः वा संयोगः वा अन्यस्मिन् द्रव्ये, तदेव खलु. यः एकः तद् अवधिकत्वं न स्वीक्रियते इति अत्र नियमः. समीचीनं, तथा एव अस्तु. यतोहि विभागः द्विनिष्ठः, तस्मात् कस्यचित् चिन्तनं स्यात् यत् घटभूतलयोः विभागः इति कथनेन अयं विभागः घटावधिकः अपि भूतला अवधिकः अपि. अस्तु, आम्, विभागः द्विनिष्ठः, अतः घटभूतलयोः विभागः इति कथनेन विभागः घटावधिकः अपि भूतलावधिकः अपि. किन्तु तथा नास्ति, प्रत्ययवशात् घटावधिकः विभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः. यद्यपि विभागः यद्यपि घटावधिकः विभागः भूतलावधिकः विभागः द्वयोपि समीचीनं, किन्तु प्रत्ययवशात् अस्माकं व्यवहारार्थं यदि घटावधिकः विभागः स्वीकुर्मः चेत् तत्र विभागः अन्यस्मिन् पदार्थे अस्ति यत् अत्र भूतले अस्ति. अतः भूतले अस्मिन् प्रसङ्गे भूतले स्थितस्य विभागस्य अवधिः भूतले नास्ति. विपरीतत्वेन अपि तदेव, इत्युक्ते यदि भूतलावधिकः विभागः स्वीकुर्मः चेत् तत्र विभागः घटे अस्ति, अवधिः भूतले अस्ति. भूतले स्थित घटे यः विभागः अस्ति तस्य अवधिकं तस्मिन् प्रसङ्गे घटे नास्ति, तस्य अवधिकं घटे नास्ति, भूतले एव. तस्य अवधिः घटे नास्ति, भूतले एव. समीचीनम् इति वार्ता अस्ति. आहत्य पुनः पुनः कथनं विभागस्यापि निखिलावधिकत्वं नास्ति, एकस्मिन् भवति विभागः प्रतीति अनुसृत्य इति आहत्य पुनः पुनः तस्य निखिलावधिकत्वं नास्ति इति कथनं तावदेव. अस्तु, अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि, अत्र विभागः दृष्टान्तविधय उच्यते न तु प्रमाणविधय, किञ्चित् अवधिकत्वं वर्तते वार्यते, विभागस्य किञ्चित् अवधिकत्वं च स्वीक्रियते. व्यवहारस्य दर्शनेन किञ्चित् अवधिकत्वं यथा विभागस्य वार्यते तद्वदेव पृथक्त्व स्थले अपि किञ्चित् अवधिकत्वं वार्यते. किं तत् इत्युक्तौ स्वावयव परम्परायां ये विद्यमानाः ते तदवधिकत्वं यदा वारितं तदा परस्परं तदवधिक पृथक्त्वप्रत्ययः न जायते. पृथक्त्वप्रत्यय अभावात् तयोः युतसिद्धत्वं न भवति. युतसिद्धत्व अभावात् तयोः न संयोगव्यवहारः. आरम्भतः पठतु भगिनि. अत्र विभागः दृष्टान्तविधया उच्यते. प्रमाणं नास्ति अत्र विभागे. प्रमाणविधया नास्ति इत्युक्ते प्रमाणरूपत्वेन न दीयते अत्र, केवलं दृष्टान्तरूपत्वेन, उदाहरणत्वेन. उदाहरणत्वेन एव एतावत्पर्यन्तम् अस्माभिः परिशीलितं खलु. एक प्रश्नः कः आसीत्, वस्तुतः विभागस्यापि निखिलावधिकत्वम् अपि नास्ति, क्षम्यतां, नियतावधिकत्वं नास्ति, तर्हि किमर्थं विभागः स्वीकृतः इति प्रश्नः आगतः. तदर्थम् उच्यते यत् उदाहरणत्वेन. अस्तु, विभागस्य नियतावधिकत्वं नास्ति इति भगिन्या इदानीमेव उक्तं, पृथक्त्वस्य नियतावधिकत्वम् अस्ति, तर्हि किमर्थं विभागः स्वीकृतः? यतोहि उभयोः निखिलावधिकत्वं नास्ति. पृथक्त्वस्य विभागस्य निखिलावधिकत्वं नास्ति इति साम्यम् अस्ति, अतः दृष्टान्तत्वेन स्वीकृतः विभागः. अग्रे भगिनि. किञ्चित् अवधिकत्वं वार्यते विभागस्य, किञ्चित् अवधिकत्वं च स्वीक्रियते. किञ्चित् वार्यते, किञ्चित् स्वीक्रियते. इत्युक्ते कुत्रचित् कुत्रचित् विभागस्य अवधिकत्वम् आरोप्यते, कुत्रचित् न स्वीक्रियते, खलु? तथैव कृतं खलु अस्माभिः एतावत्पर्यन्तम्? विभागस्य अवधिः कुत्रचित् आरोपयित्वा तत्र विभागस्य अवधिः अस्ति इति उक्त्वा तेन अपरस्मिन् अवधिकत्वं वार्यते इति. व्यवहारस्य दर्शनेन किञ्चित् अवधिकत्वं यथा विभागस्य वार्यते तद्वदेव पृथक्त्वस्थले अपि किञ्चित् अवधिकत्वं वार्यते. विभागस्य अवधिकत्वं वायते तद्वत् पृथक्त्वस्थले अपि अवधिकत्वं वार्यते. हा, इदमपि कृतं, यतोहि अस्माभिः चर्चा कृता खलु, यत्र संयोगः भवति तत्रैव विभागः भवति. नाम घटकपालयोः मध्ये अस्ति वा विभागः? नास्ति. हा, घटकपालयोः विभागः नास्ति चेत् कपालावधिकविभागः घटे अस्ति वा? कपालावधिक किमुक्तं? कपालावधिक कपालावधिकविभागः घटे अस्ति वा इति. नास्ति. नास्ति खलु, अतः अवधिकत्वं निवारितं. घटविभागस्य कपालः अवधिः न भवति इति निवारितम्. तद्वदेव तद्वदेव पृथक्त्वस्थले अपि घटावधिकपृथक्त्वं कपाले अस्ति वा? नास्ति. नास्ति खलु, यतोहि घटकपालयोः मध्ये पृथक्त्वमेव नास्ति चेत् तादृशव्यवहारः अपि न भवति. अतः व्यवहारवशात् पृथक्त्वस्य यथा वारितम् अवधिकत्वं, तथैव पृथक् क्षम्यतां, विभागस्य वारितं तथैव पृथक्त्वस्यापि इति. अनेन किं सिद्धम्? अग्रे. किं तत् इत्युक्तौ स्वावयवपरम्परायां ये विद्यमानः ते किं तत् इत्युक्तौ स्वावयवपरम्परायाम् इत्युक्ते कपालिका घटः कपालः घटस्य घटः कपालः, हा, एते सर्वे अवयवपरम्परायाम् अन्तर्भूताः. तयोः मध्ये अवधिकत्वं निवारितं विभागपृथक्त्वस्थले. तदवधिकत्वं यदा वारितं तदा परस्परं तदवधिकपृथक्त्वप्रत्ययः न जायते. पृथक्तप्रत्यय अभावात् तयोः युतसिद्धत्वं न भवति. युतसिद्धत्वं नास्ति अत्र. एकवारं यदा पृथक्त्वं निवारितं तदा पृथक् युतसिद्धौ इत्युक्ते कौ? पृथक् आश्रय आश्रितौ. इदानीं पृथक्त्वमेव नास्ति चेत् युतसिद्धौ अपि नास्तः. युतसिद्धत्वं न भवति. युतसिद्धत्वं नास्ति चेत् पुनः संयोगव्यवहारः नास्ति. संयोगव्यवहारः नास्ति. हा, इदमुक्तं यतोहि यथा विभागस्य वारितम् अवधिकत्वं कुत्रचित् वारितं कुत्रचित् आरोपितं तथैव पृथक्त्वस्थले अपि स्व अवयवपरम्परायां ये विद्यमानाः तेषाम् अवधिकत्वं नास्ति. अस्तु. अन्य कोऽपि अस्ति वा येन पठितवन्तः, यः न पठितवान् अथवा पठितवती? माला भगिनी अस्ति वा? अस्तु, तर्हि संध्या भगिनी पठतु. संध्या भगिनी अस्ति किं? भगिनि क्षम्यताम्, इदानीं पठितुं न शक्नोमि, शृणोमि किञ्चित्. अस्तु अस्तु अस्तु भगिनि, अस्तु. सावित्री भगिनी न स्यात् इति मन्ये. अस्तु, सरला भगिनी पठति वा? तथा इदं पृथक्तमपि द्वितीयशने जायमान स्व आश्रयसमवायिकारणपरम्पराया परमाणुवन्तं यत् मूर्तं तदा अतिरिक्त अवधिकमेव जायते इति स्वीकरात्. निखिलपदार्थघटकीभूत यः स अवयवा परम्परायां विद्यमानः पदार्थां तत् अवधिकत्वं नास्ति स्वस्मिन् विद्यमानपृथक्त्वे, अतः न निखिला अवधिकम् इति गच्छते. यदा निखिलावधिकत्वं ब्रूम तदा स्वयं विहाय अन्य भवति स्व अवयवपरम्परायां विद्यमानोऽपि अवयवः. यदा तदा अवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् तदा तत् पृथक्त्वं निखिलावधिकत्वं निखिलावधिकं स्यात्, किन्तु तत् नास्ति इति उच्यते. अवश्यं तदा इदं पृथक्त्वम् अपि द्वितीय आदिक्षणे जायमान स्व आश्रयसमवायिकारणपरम्परायां परमाणुअन्तं यत् मूर्तं तत् अतिरिक्त अवधिकमेव जायते इति स्वीकरात्. पृथक्त्वमपि यदि गुणः अस्ति तद् द्वितीयक्षणे जायमानम् अस्ति. अतः स्व आश्रय मीन्स् पृथक्त्वस्य आश्रय समवायिकारणपरम्परायां तस्य पृथक्त्वस्य आश्रय यः अधिकरणः अस्ति तस्य परम्परायां अस्ति समवायिकारणे, लैक् कपालिका कपाले कपाल्य समवायिकारणे घटे अस्ति तत् परमाणुपर्यन्तं यत् मूर्त द्रव्यम् अस्ति तत् अतिरिक्त अवधिकमेव जायते. सो पृथक्त्वं आश्रयस्य परम्पराया अवयवीनाः विहाय सर्वत्र अधिक तस्य अवधि सर्वत्र भवति इति वयं स्वीकुर्मः. सत्यं सत्यं सत्यम् इति विद्याधर्याम् अग्रिमं वाक्यम् अस्ति इदमेव. किमर्थं तथा इदं पृथक्त्वं? तथा इदम् इत्युक्ते केन सदृशं? सिद्धान्तेन सदृशं? न इतः पूर्वं कस्य चर्चा जायमाना आसीत्? विभागस्य स्थले वयं तत् नियतावधि कथं विभागे नास्ति, निखिलावधि कथम् अपि नास्ति, पृथक्त्वे अपि निखिलावधिकत्वं नास्ति, किन्तु विभागस्थले नियत् अविधिकत्वम् आरोपयति, तस्य समानम् अस्ति. विभागस्थले नास्ति, किन्तु नियमेन किन्तु आरोपयते विधिकत्वं. विभागस्थले आम् विभागमपि तस्य आश्रयस्य अवयविना न भव नास्ति तत्रापि, तदपि समानम् अस्ति विभागस्थले पृथक्त्वस्थले. तदर्थं तथा इदम् इति उक्त्वा विभागसम्बद्धपदमस्ति. तथैव पृथक्त्वे अपि द्वितीयक्षणे जायमाने पृथक्त्वे अपि समवायिकारं परम्परायां परमाणुवन्तं यत् मूर्तं तत् अतिरिक्त अवधिकमेव जायते इति स्वीकर. निखिलपदार्थघटकीभूत यः स्व अवयवपरम्परायां विद्यमानपदार्थ इत्यर्थं निखिलपदार्थघटक यः पदार्थ यस्य निखिला न भवतुं निखिलपदार्थघटकीभूतः इत्युक्ते ये ये पदार्थाः निखिलपदार्थाः इति उच्यन्ते. इदानीं स्वम् इति घटः इति स्वीकरोतु. घटस्य कृते निखिलपदार्थाः के के? सर्वे सर्वे स्वं विहाय सर्वे नाम घटस्य अवयवपरम्परायां ये पदार्थाः सन्ति ते अपि खलु? आमां ते अपि निखिलपदार्थघटकीभूतः भूताः नाम निखिलपदार्थ इत्यस्यां श्रेण्याम् आयान्ति ते अपि. आमां तत् तत् अवधिकत्वं नास्ति, किन्तु व्यवहारे तद् परम्परायां विद्यमानपदार्थेषु अवधिकत्वं नास्ति. कस्य अवधिकत्वं नास्ति? निखिलपदार्थस्य. सत्यं. कस्य अवधिकत्वम् इत्युक्ते पृथक्त्वस्य अवधिः कस्य? पृथक्त्वस्य. पृथक्त्वस्य स्वस्मिन् विद्यमानपृथक्त्वस्य नाम गृहे विद्यमानपृथक्त्वस्य स्वावयवपरम्परायां विद्यमानपदार्थस्य अवधिकत्वं नास्ति. नास्ति अतः न निखिलावधिकम् इति सङ्गच्छते. अतः इति निवारयते निखिलादत् पृथक्त्वे निखिलाधिक निखिलावधिकत्वं नास्ति. सत्यं. यदा निखिलावधिकत्वं ब्रूमः तदा स्वयं विहाय अन्यः भवति स्व अवयवपरम्परायां विद्यमानोऽपि अवयवः. यदि निखिलावधिकत्वं वयं स्वीकुर्मः तर्हि घटस्य अवयवाः कपालकपालिका अपि अवधिकत्वं भवेत्. यदा तद् अवधिकत्वं स्वस्मिन् विद्यमानपृथक्त्वे स्यात् तदा तत् पृथक्त्वं निखिलावधिकं स्यात्. यदि स्वस्मिन् विद्यमान मीन्स् घटे विद्यमानपृथक्त्वे तस्य अवयवयुनोः अवधिकत्वं भवेत् तत् पृथक्त्वं निखिलावधिकत्वं स्यात्, किन्तु तत् नास्ति व्यवहारे. पृथक्त्वस्य निखिलावधिकत्वं नास्ति. यथा विभागस्य नास्ति निखिलावधिकत्वं तथैव पृथक्त्वस्यापि नास्ति. अस्तु, अग्रे जयन्ती भगिनी समापयति वा अन्तिमपरिच्छेदः अद्यतनवर्गे? किं किं भगिनि पुनः वदतु कृपया. अन्तिमपरिच्छेदः अस्ति अद्यतनवर्गस्य, तत् पठति वा इति. स्वं यस्मिन् देशे व्याप्तः तावन्मात्रदेशा अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमाना मूर्ताः तदवधिकं पृथक्त्वं यस्मिन् नास्ति इति ब्रूमः. ते निखिलान्तर्गताः, यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः? स्व आश्रयं विहाय अन्यत् सर्वं तदन्तर्गतम्. इदानीं घटपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्तौ, स्वाश्रयः यः घटः तद्विहाय ये ये पदार्थाः तदवधिकत्वम्. इदं घटे विद्यमानपृथक्त्वस्य निखिलावधिकत्वं स्यात्. स्वं यस्मिन् देशे व्याप्तः, स्वम् इत्युक्ते अत्र पृथक्त्वस्य उल्लेखः. अत्र किञ्चित् भ्रमात्मकमस्ति, अहं जानामि. स्वाश्रय अत्र पृथक्त्वस्य नास्ति, स्वम् इत्युक्ते घटः. इदानीं पठतु, तदा वाक्यमर्थपूर्णं भवति. स्वं यस्मिन् देशे व्याप्तः तावन्मात्रदेश अवच्छेदेन व्याप्ताः ये स्व अवयवपरम्परायां विद्यमानाः मूर्ताः तदवधिकं पृथक्त्वं यस्मिन् नास्ति इति ब्रूमः. इत्युक्ते घटः यः अस्ति, घटस्य आकाशदेशे ये ये सन्ति, नाम घटस्य अवयवाः अवयवरूपेण ये ये सन्ति, ते स्व अवयवपरम्परायां वर्तन्ते. तदर्थं तदवधिकत्वं नास्ति घटपृथक्त्वं प्रति इति वार्ता. सत्यं, तदवधिकत्वं पृथक्त्वं यस्मिन् नाम घटे नास्ति ब्रूमः. ते निखिलान्तर्गताः, ते निखिलान्तर्गताः इत्युक्ते ते सर्वे निखिलपदार्थेषु वर्तन्ते, परन्तु घटस्य आकाशदेशे सन्ति वर्तन्ते. सत्यमेव भगिनि. इत्यस्मात् तेषु अवधिकत्वं नास्ति पृथक्त्वं प्रति इति, घटपृथक्त्वं प्रति सत्यम् इति एव अस्ति. ये केऽपि स्वावयपरम्परायां सन्ति, घटस्य आकाशदेशे अपि सन्ति, ते निखिलान्तर्गताः, निखिलपदार्थाः अपि, किन्तु पृथक्त्वं प्रति ते अवधिकाः न भवन्ति, अवधयः न भवन्ति. यतोहि अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः? अस्मिन् वाक्ये इत्युक्ते प्रथम इत्युक्ते पूर्वस्मिन् वाक्ये. किं भगिनि पुनः वदतु, न श्रुतं. पूर्वस्मिन् वाक्ये तथा इदं पृथक्त्वम् अपि इति वा? तस्मिन् वाक्ये सत्यम्. अस्मिन् वाक्ये अस्माभिः निखिलपदार्थस्य कः अर्थः उक्तः? तदा इदं विहाय स्वाश्रयं, ये ये समवायिकारणानि सन्ति स्वाश्रयं. अत्र स्वम् इत्युक्ते किं? इत्युक्ते अत्र पृथक्त्वस्य यः सत्यं समीचीनं, पृथक्त्वस्य उल्लेखः क्रियते. परिच्छेदस्य आरम्भे तु घटः इति स्वं, तत्तु भवत्या प्रतिपादितमेव. अधुना वाक्यस्य रेफरेन्स् अस्ति, पूर्वतनवाक्ये स्वम् इति पृथक्त्वम्. इदानीं पठति चेत् स्पष्टं स्यात्. परन्तु अस्मिन् वाक्ये निखिल पदार्थस्य अर्थः दीयते वा इति स्वीकारात् वस्तुतः नास्ति अस्तु अस्तु परन्तु अनन्तरमेव अस्ति तदनन्तरवाक्ये स्वाश्रयं विहाय अन्यत् सर्वं तदन्तर्गतं निखिलपदार्थस्य अर्थः अत्र अस्ति स्वाश्रयं विहाय अन्यत् सर्वं निखिलपदार्थे निखिलपदार्थश्रेण्यां वर्तते इदानीं घट इत्युक्ते पृथक्त्वस्य आश्रयः घटः घटं विहाय अन्यत् सर्वम् इति चिन्तयतु इदानीं घटपटपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्तौ स्व आश्रयः यः घटः तद्विहाय ये ये पदार्थाः तदवधिकत्वं घटः पटात् पृथक् अस्मिन् वाक्ये घटं विहाय ये ये पदार्थाः सन्ति भवत्या यदुक्तं घटः पटात् पृथक् तत्र तु सुस्पष्टं पटः एव अवधिकी इति परन्तु केवलं घटपृथक्त्वस्य अवधयः के इति चिन्तनं भवति चेत् तदा किम् इदानीं घटपृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति वदामश्चेत् तत्र किं भाति जगति ये ये सन्ति सर्वं तर्हि घटपरम्परायां ये ये सन्ति ते अपि अन्तर्गताः तस्मिन् हा हा इति एव वदति अस्मिन् वाक्ये घटपृथक्त्वस्य निखिलावधिकत्वं किं स्यात् इत्युक्ते स्वाश्रयः नाम पृथक्त्वस्य आश्रयः घटः घटं विहाय तद्विहाय ये ये पदार्थाः यत्र कुत्रापि भवतु स्वावयवपरम्परायां वा भवतु अन्यत्रापि भवतु ते सर्वे पदार्थाः तद् अवधिकत्वम् अस्ति घटपृथक्त्वम् अस्ति इति आयाति इदम् इति इदं घटे विद्यमानपृथक्त्वस्य निखिलावधिकत्वं स्यात् अनेन एव यदि घटं विहाय ये ये पदार्थाः सन्ति तेषु घटस्य अवयवाः अपि स्युः तदेव वयं वक्तुं शक्नुमः यत् तद् अवधिकत्वं घटपृथक्त्वं प्रति अस्ति इति तदेव घटपृथक्त्वस्य निखिलावधिकत्वं भवति यदि घटपृथक्त्वस्य निखिलावधिकत्वं स्यात् अथवा अभविष्यत् तदा यथा भगिन्या उक्तं तथा अभविष्यत् इति वा परन्तु वस्तुस्थितिः तथा नास्ति इति वयं दृष्टवन्तः विभागस्य अपि उदाहरणं स्वीकृत्य अन्तर्गतम् इति उक्ते अधः कः अन्तर्गतम् इत्युक्ते अन्तर्भूतम् स्वाश्रयं विहाय अन्यत् सर्वं तदन्तर्गतं हा स्वाश्रयं पृथक्त्वस्य आश्रयं विहाय अन्यत् सर्वं तदन्तर्गतं कस्मिन् अन्तर्गतं निखिलपदार्थश्रेण्याम् अन्तर्गतम् अस्तु एतावत् पर्यन्तं कोऽपि प्रश्नः अस्ति वा प्रश्नाः न सन्ति चेत् विरमामः शुभरात्रिः शुभरात्रिः धन्यवादः नमस्कारः धन्यवादः